ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षे विद्यां देहि नमोऽस्तुते येनाक्षरसमां नायम् अधिगम्य महेश्वरा कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः हरिः ॐ श्रीगुरुभ्यो नमः सर्वेभ्यः नमस्कारः पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम् प्रवर्तमानविषयः अस्ति धातुगणाः तत्र अद्य वयं द्वितीयकरपत्रात् पठिष्यामः तत्र द्वितीयकरपत्र यः अस्ति तस्य शीर्षकः अस्ति धातुगणपरिचयः तस्य पूर्वे गतसप्ताहे यत् पठितवन्तः तस्य एकवारं पुनः परिशीलनं कृत्वा अग्रे सरेम तत्र वयं दृष्टवन्तः पूर्वस्मिन् वर्गे तत्र दशधातुगणाः सन्ति ते धातुगणाः तत्र पाणिनिव्याकरणवर्गे ये द्विसहस्रधातवः सन्ति ते पाणिनिना दशसु गणेषु विभक्ताः तस्य विभजनस्य यः आधारः अस्ति सः अस्ति विकरणप्रत्ययः विकरणप्रत्ययः इत्युक्ते किं वदामः चेत् विकरणप्रत्ययः अस्ति यः शब्दसमूहः धातुतिङ् मध्ये पतति तिष्ठति तस्य नाम विकरणप्रत्ययः सो तत्र वयं दृष्टवन्तः तत्र प्रथमगणे यः विकरणप्रत्ययः अस्ति सः अस्ति शप् शप् इति विकरणप्रत्यये तत्र प्रक्रियायां तत्र शप् न तिष्ठति तत्र प्रक्रियायां केवलम् अकारः तिष्ठति तथैव तत्र द्वितीयगणे यः विकरणप्रत्ययः अस्ति शप् तस्य लुक् भवति इत्युक्ते एकप्रकारकः लोपः तस्य नाम अस्ति लुक् लुक् इति लोपे तत्र किं भवति सम्पूर्णविकरणप्रत्ययस्य लोपः भवति अतः तत्र धातुतिङ् मध्ये किमपि भागं न श्रूयते यथा वयं दृष्टवन्तः अस् योगति अस्ति इति यः लट्लकाररूपम् अस्ति तं दृष्ट्वा वयं ज्ञातुं शक्यते अत्र लट्लकाररूपे तत्र धातुतिङ् मध्ये किमपि भागं न श्रूयते अतः अस्माकं निर्णयमस्ति धातु द्वितीय अदादिगणस्य धातुः सो धातु लट्लकाररूपं दृष्ट्वा वयं कथं ज्ञातुं शक्यते धातु कस्मिन् गणे अस्ति इति वयं तत्र दृष्टवन्तः भिन्नभिन्नगणेषु भिन्नभिन्नभागः तत्र धातुतिङ् मध्ये तत्र श्रूयते तथैव ज्योत्यादिगणे यः तृतीयगणः अस्ति तत्र किं भवति तत्र यः शप् विकरणप्रत्ययः अस्ति सः शप् आयाति परन्तु तत्र शप् यः विकरणप्रत्ययः अस्ति तस्य श्लू भवति श्लू व्याकरणशास्त्रे अपि एकप्रकारकः लोपः तेन अपि किं भवति प्रत्ययस्य लोपः भवति प्रत्ययः इत्युक्ते किं प्रकृति अनन्तरं यत् किमपि आयाति तस्य नाम अस्ति प्रत्ययः सो विकरणप्रत्ययः अपि धातु अनन्तरम् आयाति अतः विकरणप्रत्ययः अपि एकप्रकारकः प्रत्ययः सो प्रत्ययस्य यदि श्लू भवति तेन किं भवति सम्पूर्णप्रत्ययस्य लोपः भवति परन्तु लुक् अपि च श्लू मध्ये यः भिन्नता अस्ति यत्र यत्र श्लू कारणेन लोपः भवति प्रत्ययस्य लोपः भवति तत्र किं भवति धातु धित्वं भवति सो अत्रापि ज्योत्यादिगणे यः विशिष्टकार्यमस्ति तत्र धातु यः भागमस्ति धातुभागं तस्य उच्चारणं द्विवारं श्रूयते यथा ददाति बिभेति जुहोति इति तत्र द्विवारं धातुभागं श्रूयते सो तृतीयगणस्य विशिष्टलक्षणमस्ति धातु द्वित्वं भवति चतुर्थगणे यः विकरणप्रत्ययः सः श्यन् परन्तु तत्र शकार नकारयोः लोपः भवति ते प्रक्रियायां न तिष्ठति प्रक्रियायां केवलं य इति भागं श्रूयते सो वयं दृष्टवन्तः तत्र दिवादिगणे कोऽपि शन् विकरणप्रत्ययस्य कारणेन गुणः न भवति यथा भुवादिगणे, भुवादिगणे तत्र शपविकरणकारणेन धातु ये स्वराः तत्र विशिष्टस्वराः तेषां परिवर्तनं भवति, तस्य परिवर्तनस्य नाम अस्ति गुणं, गुणकार्यं। दिवादिगणे गुणकार्यं न भवति। सो वयं दृष्टवन्तः तत्र किं भवति, नश्यति, नश् यति, नृत् यति, कुप् यति, अत्र केवलं धातु तिङ् मध्ये य इति भागं श्रूयते। स्वादिगणे तत्र विकरणप्रत्ययः श्नु, तत्र शकारस्य इत्संज्ञा भवति, नु अवशिष्यते, परन्तु कुत्रचित् नु नो भवति, परन्तु तस्य कारणम् अस्ति तिङ् इति प्रत्ययः। सो प्रत्ययस्य कारणेन गुणकार्यं सम्भवति इति वयम् इदानीं पर्यन्तं दृष्टवन्तः। कुत्रचित् विकरणप्रत्ययस्य कारणेन गुणः भवति, कुत्रचित् तिङ्प्रत्ययस्य कारणेन गुणः भवति। सो तस्य कृते यः सूत्राणि तत्र सन्ति ते वयम् अग्रे पश्यामः, इदानीं सूत्रं न मास्तु। षष्ठं गणे तुधादिगणः, तत्र विकरणप्रत्ययः शकारस्य इत्संज्ञा भवति, तत्र केवलम् अ इति भागं तत्र श्रूयते। भुवादिगणे अपि अ श्रूयते, तुदादिगणे अपि अ श्रूयते, परन्तु तुदादिगणे विशिष्टधातवः तत्र पाणिनिना स्थापिताः, इत्युक्ते पाणिनि हेस् पुट् सम् टिपिकल् धातूस् इन् तुदादिगणे विच् डस् नाट् रिक्वैर् गुणकार्यं, यथा लिखिति धातु, लिखिति धातु तत्र अन्तिमवर्णस्य पूर्वे तत्र ह्रस्व ई अस्ति, परन्तु तत्र लिख लेख न भवति, लिख लिख एव तिष्ठति। सो पाणिनिना किं कृतं, पाणिनिमहर्षिणा ये धातु मध्ये स्वराणां परिवर्तनं तत्र लोके न श्रूयते, ते सर्वे धातवः पाणिनिना कुत्र स्थापिताः, तुदादिगणे स्थापिताः। सो इफ् वि सी द लट् लकाररूपम् आफ् भुवादिगणे धातुस्, तत्र किं भवति, शुच् शोच् भवति, वृत् वर्त भवति। सो अन्तिमवर्णस्य पूर्वे यः इ उरु अस्ति तस्य परिवर्तनं दृश्यते भुवादिगणे, परन्तु तत्र तुधादिगणे तादृशपरिवर्तनं न दृश्यते, अतः तत्र भिन्नता अस्ति। यद्यपि प्रथमगणे अपि च षष्ठं गणे धातु तिङ् मध्ये अ इति भागं श्रूयते, तथापि वयं धातुं दृष्ट्वा ज्ञातुं शक्यते धातु कस्मिन् गणे अस्ति। यदि तत् गुणकार्यं धातु स्वराणां गुणकार्यं दृश्यते, वयं ज्ञातुं शक्यते धातु भुवादिगणस्य धातु, न तु तुदादिगणस्य धातु। तुदादिगणे कोऽपि गुणः न भवति, तत्र न तु विकरणप्रत्ययस्य कारणेन गुणः भवति, न तत्र तिङ्कारणेन गुणः भवति। किमर्थं चेत् यदि वयम् अ योजयामः, अ धातुम् अनन्तरम् अ इति भागं योजयामः, तत्र अन्ते अपि गुणः न भवितुम् अर्हति। किमर्थं चेत् अन्ते स्थितस्य इकारस्य, उकारस्य, ऋकारस्य एव परिवर्तनं भवति, अकारस्य तु गुणकार्यं न सम्भवति। सो तत्र तुदादिगणे कोऽपि गुणकार्यं न भवति। रुदादिगणे यः विकरणप्रत्ययः अस्ति सः श्नम्, तत्र शकारमकारयोः लोपः भवति, न भागः श्रूयते, परन्तु अत्र एकं विशिष्टम् अस्ति। सः विशिष्टं किं, विशिष्टलक्षणम् अस्ति। विशिष्टलक्षणम् इत्युक्ते यः लक्षणम् अन्यस्मिन् घने न पश्यामः, सः लक्षणम् एव विशिष्टलक्षणम् इत्युक्ते विशेषलक्षणम्। अत्र विशेषलक्षणं किं, न इति भागं यः अस्ति सः धातु तिङ् मध्ये न आयाति। सः कुत्र आयाति, सः धातु यः अन्तिमस्वरः अस्ति तस्य अनन्तरम् एव न इति भागं श्रूयते। सो तत्र किं भवति, छिनत्ति यः न श्रूयते सः न विकरणप्रत्ययस्य भागः, न तु धातुभागः। तथैव तृद् तृणति ऋकारस्य अनन्तरं नकारस्य आगमः न इति यः भागमस्ति सः विकरणप्रत्ययस्य भागः सो रुदादिगणे विशिष्टं किम् विकरणप्रत्ययः धातुतिङ् मध्ये न आयाति सः धातु यः अन्तिमस्वरः अस्ति तस्य अनन्तरम् एव आयाति अष्टं गणस्य विकरणप्रत्ययः उ अत्र कोऽपि श इति संज्ञक नास्ति सो अत्र कुत्रचित् उ ओ भवति परन्तु तस्य कारणं किं तस्य कारणमस्ति तिङ् इति तिङ्समूह तिङ् इति प्रत्ययः परन्तु तत्र एकं विशिष्टधातुः अस्ति क्रू इति धातु क्रू इति धातु यदि क्रू अनन्तरं तत्र उ इति विकरणप्रत्ययः आयाति तस्य उ कारणेन तत्र गुणः भवति नित्यं गुणः भवति इत्युक्ते तत्र गुणः करणीयं यथा शप् इति कारणेन तत्र भुवादिगणे गुणः भवति तथैव उ इति प्रत्ययस्य कारणेन तनादिगणे ये ये धातवः सन्ति तेषां गुणः भवति परन्तु तत्र विशिष्टसूत्रद्वारा ये अन्यधातवः सन्ति क्रू विहाय ये अन्यधातवः सन्ति यस्मिन् इकारः उकारः अपि च ऋकारः इति स्वराणि तत्र सन्ति तेषां गुणः विकल्पेन भवति इत्युक्ते अस्माकं इच्छानुसारेण तत्र गुणः भवति सो एकस्थाने तत्र गुणः एकरूपं गुणः सहितरूपं द्वितीयरूपं गुणविहाय रूपं सो तत्र धीरूपाणि अन्येषु धातुषु तत्र लभ्यते परन्तु क्रू इति धातुमध्ये तु नित्यं गुणः करणीयम् इत्युक्ते ऋकारस्य गुणः तत्र करणीयं ऋकारस्य गुणः अर् इकारस्य गुणः एकारः उकारस्य गुणः ओकारः नवमगणः क्रयादिगणः तत्र श्ना इति विकरं प्रत्ययः तत्र षकारस्य आदौ स्थितस्य श तालुषकारस्य तत्र यथा अन्यस्मिन् विकरणप्रत्यये षकारस्य इत्संज्ञा लोपः भवति तथैव अत्रापि षकारस्य लोपः भूत्वा तत्र न इति भागः श्रूयते सो तत्र किं भवति तत्र धातुतिङ् मध्ये सर्वदा न न न इति भागः श्रूयते अत्रापि गुणः न भवति सो जानाति अश्नाति वृणाति बध्नाति तत्र यः पूर्वे धातुमध्ये यः नकारः अस्ति तस्य विशिष्टसूत्रद्वारा लोपः भवति सो अनन्तरं भद् भवति सूत्र योजयामः चेत् सूत्र आधारेण तत्र प्रथमे नकारः अपगच्छति अनन्तरं भद् इति धातुभागम् अनन्तरं न इति विकरणप्रत्ययस्य भागं सो भद् नाति इति रूपं चुरादिगणे विशिष्टं किम् चुरादिगणे ये अन्यस्मिन् गणे यः विशिष्टं न दृश्यते सः चुरादिगणे किं दृश्यते तत्र धातु अनन्तरं प्रथमे निच् प्रत्ययः आयाति निच् अत्र निच् प्रेरणार्थे नास्ति प्रायशः यदि वयं धातु अनन्तरं निच् योजयामश्चेत् सः निच् सर्वदा प्रेरणार्थे अस्ति इत्युक्ते चुरादिगणस्य धातु विहाय तत्र चुरादिगणे कति धातवः सन्ति ऐ डोण्ट् रिमेम्बर् दिस् टैम् बट् ते धातु विहाय अन्यस्मिन् धातु अनन्तरम् अपि वयं निच् प्रत्ययः योजयितुं शक्नुमः सो तत्र यः निच् प्रत्ययः योजयामः यथा पाठयोग निच् कुर्मः तत्र पाठी भवति सः निच् तत्र प्रेरणार्थे अस्ति परन्तु चुरादिगणे यः निच् धातु अनन्तरं प्रथमे निच् आयाति सः निच् स्वार्थे अस्ति इत्युक्ते सः केवलं धातु पालनपोषणं करोति धातु अर्थस्य तत्र कोऽपि परिवर्तनं न भवति अन्यस्मिन् धातु अनन्तरं यदि वयं निच् योजयामः चेत् तत्र धातु अर्थं तत्र भिन्नं भवति इत्युक्ते पाठयोगः निश्चयः चेत् पाठी यः भवति सः प्रेरणार्थे अस्ति सो यः पठनस्य कृते प्रेरणा ददाति तत्र एव तस्य अर्थे एव वयं तत्र निच् योजयामः अत्र तु क्षल् योग निच् कुर्मः चेत् तत्र किं भवति, शली शाली भवति, सो शाली इति कोऽपि अर्थस्य परिवर्तनं न भवति। अनन्तरं तत्र निच् अनन्तरं तत्र शप् इति प्रत्ययः अपि आयाति। सो तत्र तत्र मिलित्वा आहत्य इत्युक्ते अन्ततो गत्वा तत्र मिलित्वा किं भवति, अय इति भागं धातु तिङ् मध्ये अय इति भागं सर्वदा श्रूयते, यथा गणयति अयति, कथयति प्रेषयति अयति, क्षालयति। सो तत्र धातु तिङ् मध्ये यत्र यत्र वयम् अय इति भागं पश्यामः तत्र अस्माकं निर्णयः अस्ति धातु चुरादिगणस्य धातुः। सो अत्र यदि वयं निच् चुरादिगणस्य धातु अनन्तरम् अपि वयं निच् योजयितुं शक्नुमः, इत्युक्ते प्रेरणार्थे निच् योजयितुं शक्नुमः। सो तत्र समानरूपं भवति, निच् प्रेरणार्थे अस्ति वा स्वार्थे अस्ति, रूपं तु समानं। परन्तु कथं जानीमः प्रेषयति यः लटिरूपम् अस्ति सः निजन्तलटि तु अस्ति, परन्तु तस्य अर्थः कः वयं वाक्यं दृष्ट्वा एव ज्ञातुं शक्यते। तत्र प्रेषयति यः लटिरूपम् अस्ति सः प्रेरणार्थे वा समान, तत्र तस्य अर्थः वा स्वार्थे। सो इति वयं तत्र पूर्वस्मिन् वर्गे दृष्टवन्तः। इदानीं तत्र किम् अस्ति, तत्र विशिष्टं यः विशिष्टं किम् अस्ति, धातुगणपरिचयः यः द्वितीयकरपत्रम् अस्मिन् प्रथम अध्याये यः द्वितीयकरपत्रम् अस्ति धातुगणपरिचयः, तत्र मुख्यं किं, तत्र मुख्यमस्ति ये दशधातुगणाः सन्ति तत्र कुत्र कुत्र समानता दृश्यते, द्वौ यः गणः तत्र भवति कुत्र कुत्र तत्र भ्रमः जायते, कथं ज्ञातुं शक्यते धातु कस्मिन् गणे अस्ति लटिरूपं दृष्ट्वा। सो तस्य कृते अत्र किम् अस्ति किञ्चित् विवरणं दत्तम् अस्ति। सो इदानीं द्वितीयकरपत्रात् वयं आरम्भं कुर्मः। कः पठितुम् इच्छति अत्र एकबिन्दु आरभ्य, कोऽपि पठितुम् इच्छति वा? अहम् एव अमृता कृष्ण, अमृता भगिनी अस्ति वा? अमृता कृष्ण भगिनी पठितुम् इच्छति वा? पठितुम् इच्छति वा भगिनी? सम्यक् न श्रूयते। मम स्क्रीन् दृश्यते वा? किञ्चित् उच्चैः वदतु भगिनी, तत्र न श्रूयते। अस्तु, तत्र सम्यक् न श्रूयते, कृपया म्यूट् मध्ये तिष्ठतु। चेतन मनोहर अस्ति वा? नमस्ते भगिनि, पठितुम् इच्छति वा भगिनि? किञ्चित् उच्चैः वदतु। धातुगणपरिचयः ध्वनिमुद्राणि प्रथमपाठे तं विहाय यत्र एक बिन्दु अस्ति न तत् आरभ्य। एतावता अस्माभिः दृष्टं यत् धातूनां दशगणाः सन्ति तथा च विकरणप्रत्ययेन गणाः भिद्यन्ते। पठति इति योग अयोगति, हट् धातुः अर्थं निर्दिशति, अविकरणप्रत्ययः गणं निर्दिशति, ति प्रत्ययः लकारं निर्दिशति। प्रथमबिन्दु कृते किञ्चित् वदतु भवती, अवगमनं भवत्याः अवगमनं किम्? अत्र तु सरलमस्ति, पचसि इति पदस्य विभाज्य त्रीणि अस्ति पट् युग अ युगसि इति प्रथमं पट् धातुः धातुः अस्ति तद् दृष्ट्वा अर्थम् आहूय कर्तुं शक्यते मध्ये अ अस्ति फट् अ अस्ति अ वितरणप्रत्ययः अस्ति तत् गणं निर्दिशति ये वितरणप्रत्ययं शप् अस्ति तत्र श अपि लोपः भवति अ अविशिष्यति तदेव दृश्यते इति तिङ्प्रत्ययः लकारं निर्दिशति लट् लकाररूपे टि तिष्ठति अतः पठति भवति आम् आं भगिनि सम्यक् तत्र द्वितीयबिन्दुः अपि पठतु विकरणप्रत्ययस्य मूलरूपं भवति धातुतः क्रियापदस्य निर्माणार्थं सोपानानि सन्ति सोपानेषु विकरणप्रत्ययस्य रूपं परिवर्तते उदाहरणार्थं वादिगणे विकरणप्रत्ययः शप् सोपानेषु लट् लकारस्य प्रथमपुरुषैः वचनरूपस्य निर्माणे विकरणप्रत्ययः शप् अ इति भवति एवमेव दशसु लकारेषु किं लिखितमस्ति अत्र विकरणप्रत्यय कानिचन गणे किञ्चित् परिवर्तनं भवति उदाहरणे द्वादिदातोः शुक् धातु श अपि क लोपः भवति अ एव तिष्ठति इति सत्यं सम्यक् भगिनि सो अत्र किं लिखितमस्ति अस्मिन् परिच्छेदे लिखितमस्ति तत्र यः विकरणप्रत्ययः इदानीं पर्यन्तं वयं दृष्टवन्तः तत्र ये दश धातुगणाः सन्ति ते विकरणप्रत्ययस्य आधारेण एव भिद्यन्ते इत्युक्ते भिन्नगणेषु भिन्नभिन्नविकरणप्रत्ययः आयाति सो तस्य आधारेण एव तत्र धातुः भिन्नभिन्नगणेषु पाणिनिमहर्षिणा विभक्ताः सो तत्र परन्तु सोपानानि इत्युक्ते इन्धप्रक्रियायां स्टेप्स् इन् डिफ्रेण्ट् स्टेप्स् वि सी देट् द मूलविकरणप्रत्ययः तस्य सर्वाणि ये वर्णाः तत्र सन्ति ते सोपाने तत्र ते सर्वे वर्णाः न तिष्ठन्ति तत्र दशसु गणेषु एवम् एव भवति इत्युक्ते यथा शप् इति विकरणप्रत्ययः शप् इति मूलरूपम् परन्तु सोपाने किं भवति प्रक्रियायां किं भवति तत्र शकारपकारयोः लोपः तत्र यः मध्ये अकारः अस्ति प्रक्रियायां केवलम् अ इति भागं श्रूयते तथैव अन्यस्मिन् गणे यथा चतुर्थगणे तत्र शन् इति विकरणप्रत्ययः तत्र मूलरूपं तु शन् अस्ति परन्तु सोपाने किं भवति सोपाने तत्र य इति भागम् एव श्रूयति न तु शन् इति भागं सो तत्र किं लिखितमस्ति मूलरूपे तत्र बहूनि वर्णाः तत्र विकरणप्रत्यये भवति परन्तु ते प्रक्रियायां सर्वे वर्णाः तत्र न तिष्ठन्ति इदानीम् एवमेव अत्र लिखितमस्ति सो किमर्थं तत्र पाणिनिना अन्य वर्णाः तत्र स्थापिताः इति मनसि प्रश्नः आयाति. सो यदि प्रक्रियायां तेषां कोऽपि उपयोगः नास्ति, तेषाम् उपयोगः प्रक्रियायां न भवति, किमर्थं पाणिनिमहर्षिणा शप् इति तत्र लिखितमस्ति? वै ही डिड् नाट् रोट् ओन्लि अ इति विकरणप्रत्ययः? सो तत्र कारणं भवति, तस्य कृते कारणं किम् इति वयम् अग्रे पश्यामः. अग्रे कः पठितुम् इच्छति? तत्र अत्र समान यः इदानीं पर्यन्तं यत् किमपि वयं पठितवन्तः तस्य कृते अत्र एकं टेबल् दत्तमस्ति इति एककोष्ठकं दत्तमस्ति. तत्र प्रथमकोष्ठके तत्र गणस्य नाम, द्वितीयकोष्ठके मूलविकरणप्रत्ययस्य भागः, अनन्तरं प्रक्रियायां यः भागः श्रूयते तस्य आकारः अत्र दत्तमस्ति. तृतीय यः कोष्ठकम् अस्ति तत्र केवलं प्रक्रियायाम् इत्युक्ते सोपाने यः भागः तत्र धातुतिङ्मध्ये आयाति सः लिखितमस्ति. कः पठितुम् इच्छति? स्वयम् अग्रे आगच्छतु. गीता भगिनी अस्ति वा? आं भगिनी, नमो नमः. नमो नमः, पठतु भगिनी. अत्र कोष्ठके किं दत्तमस्ति? प्रत्येकस्य गणस्य नाम किम्? अनन्तरं तस्य विकरणप्रत्ययः किम्? इत्युक्ते मूलरूपं किम्? मूलरूपस्य आकृतिः किम् इति तत्र पठतु. द्वितीयगण अदादिगणः विकरणप्रत्ययमूलरूपं नास्ति, शप् लोपः. देर् इस् नो चेञ्ज्. There is no pratyah, means that the shap vikaran pratyah, adadi gane tasya yaha lopah bhavati, tasya lopas namah kaha bhagni, shap atra kim bhavati? Shap means it's not there. Shap luk bhavati iti vadamah, we should say shap luk bhavati. Okay, sorry. श्रूयते भगिनि. तत्र गीता भगिनी, तत्र ध्वनिः सम्यक् न आयाति, मध्ये भग्नः जातः. तत्र नेट्वर्क् समस्या अस्ति वा मध्ये? भगिनी, बहु डिस्टर्बेन्स् अस्ति भगिनी, सर्वे म्यूट् न कृतवन्तः इति चिन्तयामि. म्यूट् मध्ये तिष्ठतु. वन् मिनिट्, ऐ विल् म्यूट् आल्. After that you unmute yourself, okay Bhagni? धन्यवादः भगिनी, इदानीं सम्यक्. आम्, इदानीं सम्यक् अस्ति. कृपया वदतु. तृतीयगण जुहादिगणः, जुहात्यादिगणः, ज्योत्यादिगणः, जुहोत्यादि, जुहोत्यादिगणः विकरणप्रत्यय नास्ति, शप् लोपः. तृतीयगणे शप् शपस्य किं भवति? लोपस्य नाम कः? श्लू. द्वितीयगणे लुक् भवति, तृतीयगणे श्लू भवति. श्लू अपि एकप्रकारकः लोपः, लुक् अपि एकप्रकारकः लोपः, परन्तु श्लू इति कारणेन तत्र किं भवति? तत्र धातु लक्षणं किं भगिनि? धातु किं भवति तत्र? द्वित्वं भवति, द्विवारं तस्य उच्चारणं भवति. द्वितीयं, द्वितीयं लोकारकेन धातु द्वित्वं भवति, द्वितीयं भवति. सो वाट् डू वी से? श्लुक् भवति, शप् श्लु भवति, शकार लकार उकार श्लु, शप् श्लु भवति. चतुर्गणदिवादिगणः विकर्णप्रत्यय षण् श न लुक् भवति य अवशिष्यते. अत्र शकार नकारयोः लोपः भवति. सामान्यलोपः इति तस्य नाम अस्ति लोपः. लुक् अपि च श्लु विशिष्टप्रकारकः लोपः. अत्र तु सामान्यलोपः इत्युक्ते शकारस्य सामान्यलोपः, नकारस्य लोपः. सो अत्र किं भागं श्रूयते अवशिष्टं किं? य अवशिष्ट. सो कुत्र श्रूयते य इति भागं? कुत्र श्रूयते? धातु, धातु तिङ् मध्ये श्रूयते. अस्तु पठतु अग्रे, पठतु. अस्तु भगिनि, चिन्ता मास्तु, कृपया म्यूट् मध्ये तिष्ठतु. कः पठितुमिच्छति? नमस्ते. स्वादिगणे श्रू विकरण प्रत्यय भवति, विकारस्य नो भवति. अत्र कस्य वर्णस्य लोपः? श्रु वर्णस्य लोपः इति श शकारः अनन्तरं नकारः अनन्तरम् उकारः श्नु श्नु श्नु श्नु शकारस्य लोपः अवशिष्टभागस्य लोपः भवति. नो इति तिष्ठति. आम् लट् लकार प्रथमपुरुष एकवचने नो किं भवति? नो भवति. नो भवति. नु नो भवति केवलम् एकवचने. नु नो भवति. आम् नु नो भवति एकवचने. एकवचनस्य रूपम् अत्र प्रत्ययस्य भागः अत्र दत्तमस्ति. इदानीं षष्ठं गणः दुदादिगणः विकरणप्रत्यय अस्ति. श अतिष्ठति. शकारस्य किं गति? लोपं भवति. आम् सत्यं. रुदादिगणे रुदादिगणे श्नम् श्नम् श्र न म म विम भवति. श लोपं भवति, म उं लोपं भवति, न तिष्ठति. अत्र विशिष्टं किम्? न कुत्र श्रूयते? स्वरस्यानन्तरम्. आम् यु शुड् टेक् डौन् युवर् नोट्स्, रैट् द शार्ट् नोट्स्, हेव् अ नोट् बुक् इन् फ्रण्ट् आफ् यु, रैट् द नोट् बुक्स् बिकास् अदर्वैस् यु वोण्ट् रिमेम्बर्. सो रुदादिगणे विशिष्टं किं? तत्र यः न इति विकरणप्रत्ययस्य भागः, सः भागः तत्र धातु तिङ् मध्ये न श्रूयते. कुत्र श्रूयते? धातु यः अन्तिमस्वरः अस्ति तस्य अनन्तरं न इति भागं श्रूयते. अस्तु सत्यं. रुदादिगणे विशिष्टं किम् इदानीं वदतु? रुदादिगणे विशिष्टं किम्? रुदादिगणे विशिष्टं विकरणप्रत्यये श्नम् श्नम् भवति. श म लोपं भवति, न तिष्ठति. न गणस्य शब्दस्य अन्तिम तिष्ठति. अन्तिम न तिष्ठति. गणस्य यः स्वरः अस्ति अन्तिमस्वरः, अन्तिम वोवल् यः अस्ति तस्य अनन्तरम् आयाति. तस्य अनन्तरम् आयाति. स्वरस्य अनन्तरम्, अन्तिमस्वरस्य अनन्तरम् आयाति. अन्तिमवर्णस्य स्थाने आयाति वा अन्तिमवर्णस्य अनन्तरम् आयाति वा? अन्तिमवर्णस्य, ऐ एम् नाट् सेयिङ्ग् वर्णः, कृपया तत्र ध्यानेन शृणोतु. धातु यः अन्तिमस्वरः, स्वर धातु यः अन्तिमवर्ण स्वरः, न तु वर्णः, अन्तिमस्वरस्य अनन्तरं न इति भागम् आयाति. तनादिगणे तनादिगणः उ विकरणप्रत्यय भवति. उ विकारेण ओ तिष्ठति. आम् एकवचने प्रथमपुरुष एकवचने ओ इति भागं श्रूयते. नवम क्रयादिगणः क्रयादिगणः प्रत्यय तिष्ठति श्ना श्र लोपं भवति न तिष्ठति. यदि क्रीणादि उदाहरणं क्रीणादि अस्ति. चुरादिगणे चुरादिगणः निच् निच् अण्ड् शप् तिष्ठति. विकारेण ऐ ऐ ऐ ऐ तिष्ठति. अय अय इति श्रूयते. अय इति श्रूयते. अकारः यकारः अन्ते अपि अकारः अस्ति. अय अय अय अय अय इति श्रूयते. आं सो धातु तिङ् मध्ये तत्र अय इति भागं श्रूयते. सो प्रत्येकस्मिन् गणे किं भवति तत्र ये दशगणाः तत्र धन्यवादः भगिनी सम्यक् अस्ति. तत्र दशगणाः ये तत्र सन्ति तत्र रुधादिगणस्य विहाय तत्र यः विकरं प्रत्ययस्य भागः सः भागः धातु तिङ् मध्ये श्रूयते. परन्तु रुदादिगणे यः विकरणप्रत्ययस्य भागः सः धातु तिङ् मध्ये न श्रूयते. सः कुत्र श्रूयते? सः धातु यः अन्तिमस्वरः तस्य अनन्तरं तस्य आगमनं भवति, नकारस्य आगमनं. सो तत्र विशिष्टकारणमस्ति. सः कारणम् अन्यस्मिन् घने न दृश्यते. सो अग्रे वयं पठिष्यामः किमर्थं रुदादिगणे न इति भागं मध्ये न आयाति. इत्युक्ते मध्ये इत्युक्ते धातु तिङ् मध्ये न आयाति. सः कुत्र आयाति? सः भागं धातु यः अन्तिमस्वरः अस्ति तस्य स्वरस्य अनन्तरं न इति भागम् आयाति इति वयम् अग्रे पश्यामः किमर्थं तस्य कृते कारणं किम् तत्र रुदादिगणे कारणं किम् अस्ति इति वयम् अग्रे पठिष्यामः. अस्मिन् करपत्रे अहं चिन्तयामि तत्र लिखितमस्ति. तृतीयबिन्दुः कः पठितुम् इच्छति? आं कः अस्ति कृपया उच्चैः वदतु. श्रूयते वा महोदय? आं श्रूयते. श्लोचना भगिनी अस्ति, पठतु महोदय. पश्यामः यत् मूलविकरणप्रत्ययेषु बहुत्र व्यञ्जनानि सन्ति, किन्तु तस्मिन्नेव कोष्टके पश्यामः यत् लट्लकारे आधिक्येन तानि व्यञ्जनानि न तिष्ठन्ति. किमर्थम् इति चेत् सोपानेषु तानि व्यञ्जनानि अपगच्छन्ति, नाम तेषां लोपः भवति. यस्य लोपः भवति तस्य विशिष्टं नाम अस्ति इत् इति संज्ञा. तर्हि विकरणप्रत्ययेषु बहुत्र व्यञ्जनानाम् इत् संज्ञा भवति. किमर्थम् आरम्भे एतानि व्यञ्जनानि आसन् इति पश्यन्ति? किञ्चित् वदतु भगिनि. भगिनि सर्वे म्यूट् मे रहना है, अदर्वैज् वि आर् गेटिङ्ग् ओवर् कवरिङ्ग् नाय्स्. सर्वे म्यूट् मध्ये. Okay, Mahoday, I will put everybody on mute. Dhanyavad. Shlochana Bhagini, Kripya unmute Kritva Vajatu. अत्र किं लिखितमस्ति किञ्चित् सर्वेषु गणेषु मूलप्रकरणप्रत्ययः यः अस्ति तत्र बहु व्यञ्जनानि सन्ति किन्तु अन्तिमरूपं भवति अत्र तानि व्यञ्जनानि न श्रूयन्ते केवलम् अवशिष्टः भागः एव श्रूयते तस्य कारणमस्ति कानिचन सोपाने केषुचित् सोपानेषु व्यञ्जनानि अपगच्छन्ति तस्य नाम भवति इत् संज्ञा इति विकरणप्रत्ययेषु व्यञ्जनानाम् इत् संज्ञा भवति इति वदामः चेत् अत्र लोपः भवति इति इत्यर्थः किमर्थं लोपः भवति चेत् किमर्थं तानि व्यञ्जनानि अत्र पाणिनिना उक्तानि इत्युक्ते अत्र विशिष्टकार्यं भवति लोपस्य अनन्तरमपि व्यञ्जनानां कार्यं किञ्चित् भवति अतः व्यञ्जनानि सः स्थापितवान् तत् कार्यं किमस्ति अग्रे वयं ज्ञास्यामः सम्यक् अस्ति भगिनि बहु धन्यवादः सम्यक् तथैव अस्ति सो अत्र कृपया म्यूट् मध्ये तिष्ठतु तत्र ध्वनिः आयाति सो अत्र किं लिखितम् अस्ति अत्र यथा भगिनीना उक्ता तत्र वयं दृष्टवन्तः तत्र विकरणप्रत्ययस्य यः मूलरूपम् अस्ति तत्र बहूनि व्यञ्जनानि सन्ति यथाश्नम् इति विकरणप्रत्यये तत्र कति वर्णाः षकारः नकारः अकारः मकारः चत्वारि वर्णाः मूलरूपे चत्वारि वर्णाः तत्र सन्ति परन्तु प्रक्रियायां केवलं द्वौ एव वर्णौ तत्र स्थितः सो तत्र न नकारः अकारः एव तत्र तिष्ठति सो अत्र लिखितम् अस्ति अस्मिन् परिच्छेदे किमर्थं पाणिनिना यद्य प्रक्रियायां यदि सोपाने केवलं न इति द्वौ वर्णस्य तत्र उपयोगिता अस्ति कथं पाणिनिना तत्र चत्वारि वर्णाः मूलरूपे तत्र सः स्थापितवान् सो प्रश्नः आयाति यदि ते षकारः मकारः तत्र प्रक्रियायां तेषाम् उपयोगः न किमर्थं सः ते तत्र स्थापिताः सो तत् अत्र लिखितम् अस्ति अस्मिन् गर्भे अस्मिन् परिच्छेदे तेषां वर्णानां यद्यपि ते अपगच्छन्ति यद्यपि ते प्रक्रियायां न तिष्ठति तथापि तेषां लक्षणं तत्र तिष्ठति यथा शप् इति विकरणप्रत्यये तत्र केवलम् अकारः तिष्ठति परन्तु तत्र षकार पकार कारणेन तत्र धातुः यः लक्षण यः प्रत्ययस्य यः लक्षणम् अस्ति सः तिष्ठति स्वप्रत्ययस्य लोपे प्रत्ययस्य लक्षणं यद्यपि प्रत्ययस्य कानिचन वर्णाः व्यञ्जनानि तत्र तेषां लोपः भवति तथापि षकारपकारस्य यः लक्षणम् अस्ति सः तत्र तिष्ठति सो लक्षणस्य कारणेन एव तत्र धातु गुणं भवति सो तत्र इति तत्र लिखितम् अस्ति सो दीस् एक्स्ट्रा लेटर्स् विच् आर् गिवन् इन् द मूल विकरण प्रत्यये दे आर् नाट् they have some specific purpose over there that is why panini has put them in the mool roopam parantu in the process in while making a pada we don't use them even though we don't use them but because of their presence in the mool roope they induce some karya in the dhatu because of their lakshana so tatra shakarasya lakshanam asti tena karanena प्रत्ययस्य नामकरणं भवति प्रत्ययः कीदृशप्रत्ययः वयं षकारम् इत्संज्ञक अस्ति वा नास्ति तस्य आधारेण एव वयं ज्ञातुं शक्यते सो तत्र ये वर्णाः येषां वर्णानां लोपः भवति तेषां वर्णानां तत्र लक्षणं तिष्ठति सो अत्र द्वितीयः इम्पार्टेण्ट् बिन्दुः किम् अस्ति अस्मिन् परिच्छेदे येषां वर्णानां लोपः भवति तेषां पाणिनिना एकं विशिष्टनामं दत्तं तत् नामं किम् इत् इति संज्ञा इत् इति नामं, संज्ञा इत्युक्ते नामकरणं. सो शकारस्य इत् संज्ञा, मकारस्य इत् संज्ञा, निच् इति भागे नकारस्य इत् संज्ञा, चकारस्य इत् संज्ञा. अत्र ह्रस्व इकारः एव श्रूयते. सो ये ये वर्णाः मूले तु अस्ति परन्तु प्रक्रियायां न तिष्ठति तेषां पाणिनिना एकं विशिष्टनामं दत्तं. तत् नामं किम्? इत् इति नामम्. सो नकारस्य इत्, चकारस्य इत्, षकारस्य इत्, उ इति भागे तु कस्यचित् वर्णस्य इत् न भवति. सो अत्र कोऽपि इत् संज्ञक वर्णः नास्ति. परन्तु श इति तुदादिगणे श इति विकरणप्रत्ययः, तस्य आद्यं वर्णः तु प्रक्रियायां न तिष्ठति. अत्र यः अन्ते अकारः अस्ति सः एव सोपाने तिष्ठति. सो अत्र यः श अपगच्छति तस्य विशिष्टनाम अस्ति. तत् नामं किम्? इत् इति संज्ञा. सो तस्य नाम अस्ति इत्. वयम् अग्रे पश्यामः तत्र किं, यस्य यस्य वर्णस्य इत् भवति, इत् इति नामकरणं भवति, तस्य तस्य वर्णस्य अनन्तरं किं भवति, गति किं, लोपः भवति. लोपः इत्युक्ते अदर्शनं. लोपः एकं सूत्रमस्ति. लोपः एकं पारिभाषिकशब्दः इत्युक्ते टेक्निकल् वर्ड् यूस्ड् इन् संस्कृत ग्रामर् इस् अ लोप. लोपस्य अर्थः कः? पाणिनिना तत्र एकं सूत्रं दत्तम्, अदर्शनं लोपः. इत्युक्ते यस्य दर्शनं न, यस्य यः न दृश्यते न श्रूयते तस्य लोपः इति नाम. सो अत्र शकारस्य अदर्शनं भवति, केवलम् अ इति दृश्यते. सो शकारस्य किं भवति? प्रथमे इत् संज्ञा भवति, अनन्तरं यस्य यस्य वर्णस्य इत् संज्ञा भवति व्याकरणशास्त्रे सर्वत्र, न केवलम् अत्र. यत्र यत्र यस्य यस्य वर्णस्य इत् संज्ञा भवति, संज्ञा इत्युक्ते नाम, इत् इति नाम भवति, तस्य अनन्तरं किं भवति? तस्य लोपः अपि भवति. सो यत्र यत्र शन् इति विकरणप्रत्यये कस्य कस्य इत् भवति? शकारस्य इत् भवति, अन्तिमस्थितस्य नकारस्य अपि इत् भवति. सो यस्य यस्य इत् भवति तस्य तस्य लोपः अपि भवति. सो शकारस्य प्रथमे इत्, नकारस्य प्रथमे इत्, अनन्तरं तेषां तयोः लोपः भवति. सो य इति भागं श्रूयते इति अत्र दत्तमस्ति. कोऽपि प्रश्नः अस्ति चेत् पृच्छतु, अन्यथा चतुर्थबिन्दुतः वयं सरेम. अस्तु, कः पठितुम् इच्छति इदानीं चतुर्थबिन्दु? प्रभा भगिनी अस्ति. आम्, रामानन्द. आम् आम्, पठतु. आं महोदय, कः धातुः कस्मिन् गणे प्रविष्टः इति ज्ञातव्यम् अस्माभिः किल? एतावता भवन्तः प्रायः मूलविषयम् अवगच्छन्ति, नाम वितरणप्रत्ययम् अधिकृत्य गणः निर्णेतव्यः. प्रथमे करपत्रे च कथं निर्णयते इति प्रदर्शितं, परन्तु कुत्रचित् विषयः भ्रमात्मकः भवति. तानि भ्रमात्मकानि स्थलानि अधुना अवलोकयामः. किं लिखितमस्ति महोदय, किञ्चित् वदतु. उपरि क्रियापदे त्रीणि त्रयः भागाः सन्ति, धातुमूलरूपं, विकरणप्रत्ययः, लट्लकारप्रत्ययः अस्ति. विषयः वयं जानीमः, किन्तु यदि वयं प्रथमगणे पश्यति चेत् द्वादिगणे विकरणप्रत्ययः अकारः आगच्छति, षष्ठगणे अपि अकारः आगच्छति, द्वयोः गणे अपि अकारः एव विकरणप्रत्ययः. तत् कथं जानीमः द्वादिगणः वा द्वादिगणः इति वयं न जानीमः, तत् कथं पश्यामः इति अत्र अग्रे बिन्दुः दत्तमस्ति इति तत्र उक्तमस्ति. आम् सम्यक् सम्यक् महोदय. सो तत्र कुत्रचित् भ्रमः जायते, विषयस्य भ्रमः जायते, अतः कुत्र भ्रमः आयाति इति वयम् अग्रे पश्यामः. अबिन्दु अपि पठतु महोदय. करणप्रत्ययः नास्ति चेत् धातुः द्वितीयगणे वा तृतीयगणे वा अगादिगणे कारण्यस्ति अस् योगः सि अस्ति अस् इत्यनयोः मध्ये किमपि नास्ति अतः द्वितीयगणः. विभोत्यादिगणे इत्यपि विकरणप्रत्ययः नास्ति परन्तु धातोः द्वित्वम् अस्ति. दा धातोः पश्यति चेत् ददाति, जी धातोः बिभेति. द्वित्वम् अस्ति इति कारणतः सुलभतया अवगच्छामः तृतीयगणः, अतः द्वित्वं तृतीयगणस्य लक्षणम्. सो अत्र अस्मिन् अ इति बिन्दुः तत्र केषु गणेषु भ्रमः जायते इति तस्मै तत्र दत्तम् अस्ति. सो द्वितीयतृतीयगणयोः मध्ये भेदं कुत्र ज्ञातव्यम् इति तत्र दत्तं. द्वयोः गणयोः मध्ये द्वित्वं प्रधानतया भिन्नः भवति, द्वित्वं दृष्ट्वा तृतीयगणः इति ज्ञातव्यम्. किमर्थम् अत्र द्वयोः गणयोः मध्ये धातुसिङ्ग् मध्ये किमपि भागं न आयाति, तस्य सम्पूर्णतया लोपः भवति. सो तत्र भ्रमः जायते. परन्तु यत्र यत्र वयं धातु द्वित्वं श्रूयते, द्विवारम् उच्चारणं श्रूयते, वयं ज्ञातुं शक्यते ज्योत्यादिगणस्य धातु न तु अदादिगणस्य धातुः. यत्र द्वित्वं न भवति तत्र तु अदादिगणस्य धातुः. अस्तु महोदय, धन्यवादः. सम्यक् अस्ति. कः पठितुम् इच्छति अनन्तरं स्वयम् अग्रे आगच्छतु. एस् गोपाल् अस्ति वा, पाठितुम् इच्छति वा? एस् गोपाल्. नमो नमः महोदय. नमो नमः. अत्र आ बिन्दु पठतु महोदय. विकरणप्रत्ययः नास्ति चेत् आ बिन्दु महोदय, चतुर्थगणः चतुर्थः गणः वा दशमः गणः वा दिवादिगणे विकरणप्रत्ययस्य केवलं य इति भागः दृश्यते क्रियापदे. सुरादिगणे विकरणप्रत्ययस्य अय इति भागः दृश्यते क्रियापदे. नश्य योग य योगति नश्यति, तत् योग अय योगति कथयति. भेदः अवगतः किल? नश् इत्यस्य अनन्तरम् अ न आगच्छति, केवलं य. अतः चतुर्थगणः कथं कत् इत्यस्य अनन्तरम् अ अस्ति तदा य आहत्य अय, अतः दशमगणः. चतुर्थगणः वा धातुः चतुर्थगणः वा दशमगणः वा कुत्र भवति इति निर्देष्टुम् उदाहरणं दीयते. दिवादिगणे विकरणप्रत्ययस्य केवलं य इति श्रूयते परन्तु चुरादिगणे अय इति भागं श्रूयते. उदाहरणं दीयते, नश्यति एवं कथयति. नश्यति तत्र केवलं य श्रूयते, कथयति तत्र अय इति श्रूयते. मूलभागं नश् एव अनन्तरं य आयाति. कत् धातोः मूलरूपं कत् एवम् अय इति विकरणप्रत्यये आयाति इति श्रूयते. सम्यक् महोदय, तथैव अस्ति. तत्र किं भवति, अत्र यु शुड् नो देट् वाट् आर् द वर्णास् आफ् द धातु. अत्र शकारः हल् अस्ति, हल् वर्णः इत्युक्ते शकारस्य अनन्तरं कोऽपि स्वरः नास्ति. सो लटीरूपं पश्यामः चेत् तत्र अपि शकारस्य अनन्तरं कोऽपि स्वरः न दृश्यते. सो नश् नश् एव तिष्ठति. सो धातु तिङ् मध्ये यः भागः अस्ति सः केवलं य अस्ति. सो नश्यति. परन्तु यः दशमगणः अस्ति तत्र कथ यः धातु अस्ति थकारस्य अनन्तरं कोऽपि स्वरः नास्ति. परन्तु यद्य वयं थकारस्य अनन्तरम् अय योजयामः चेत् इट् बिकम्स् थ इट् बिकम्स् था. सो अत्र किं भवति कथयति. वेन् यु सी टु धातुरूपास् लटिरूपास् नश्यति अपि च कथयति. सो मध्ये तिङ् तिङ्गस्य पूर्वं यः भागः तत्र य वा अय वा you have to notice that bag, because based on that bag only, depending on what is there in between dhatu and ting, you will successfully conclude that dhatu kasmin gane asti, dasham gane va chaturth gane, because दशम चतुर्थगणे य इति भागं दशमगणे अय इति भागं. सो देर् इस् द मैन्यूट् डिफ्रेन्स् बिट्वीन् य एण्ड् अय. सो यू हेव् टु यू शुड् बि एबल् टु लोकेट् देट् डिफ्रेन्स्. अदर्वैस् देर् विल् बि कन्फ्यूजन् धातुः कस्मिन् गणे अस्ति. सो फस्ट् यू शुड् नो देट् दशमगणे अय इति विकरणप्रत्ययस्य भागः, धातु तिङ् मध्ये अय इति भागः आयाति, चतुर्थगणे केवलं य इति भागः आयाति. फस्ट् यू शुड् नो दिस्. अनन्तरं लटीरूपं पश्यामः चेत् तत्र धातु तिङ् मध्ये यः भागः सः कस्य गणस्य भागः तस्य आधारेण एव वयं ज्ञातुं शक्यते धातु कस्मिन् गणे अस्ति. सो इति यदि वयम् अभ्यासं कुर्मः चेत् यु हेव् टु बि केयर्फुल् ओवर् हियर्, बिकास् अत्रापि य श्रूयते, अत्रापि अत्र अ तु न दृश्यते, बिकास् आफ् देट् अकारः थ हेज् बिकम् फुल्. अत्र तु शकारः हाल् एव, अत्र शकारस्य अनन्तरं कोऽपि स्वरः नास्ति. शकारस्य साक्षात् अनन्तरं तत्र य यकारः श्रूयते. परन्तु अत्र यः थकारः अस्ति कथयति थकारस्य अनन्तरं तत्र अ अपि अस्ति, अकारः अपि अस्ति. सो दीस् मैन्यू डिटेल्स् वी शुड् बि एबल् टु लोकेट् दीस् डिटेल्स्. अस्तु महोदय, धन्यवादः. इदानीम् इ इति भागं कः पठितुम् इच्छति? मालती भगिनी अस्ति वा? मालती आम्, नमस्ते भगिनि. नमस्ते भगिनि. इ इति भागं पठतु. पञ्चमः गणाः वा अष्टमः गणाः वा स्वादिगणे लट् लकारस्य प्रथमपुरुषैकवचनरूपे विकरणप्रत्ययस्य नो इति भागः दृश्यते. स्तनादिगणे लट् लकारस्य प्रथमपुरुषैकवचनरूपे विकरणप्रत्ययस्य केवलम् ओ इति भागः दृश्यते. नो ओ इत्यनयोः भेदः षट् योग नो योगति शक्नोति, तन् योग ओ योगति तनोति. भेदः अवगतः किल? पञ्चमगणे नकारः विकरणप्रत्यये अस्ति, अष्टमगणे नकारः धातो अस्ति. किञ्चित् वदतु भगिनि, तत्र किं पञ्चमगणे पञ्चमगणे अष्टमगणे भिन्नः का इति वदति. स्वादिगणे लट्लकारस्य प्रथमपुरुषैकवचनरूपे विकरणप्रत्ययस्य नो इति भवति. पञ्चमगणे नो भवति, अष्टमगणे क्या भवति? ओ भवति, ओ भवति इति भिन्नः. उदाहरणरूपेण अत्र पठतु. किं शक्नोति? शक्नोति शक् योग नो योग ति शक्नोति तनोति तन् योग ओ योगति तनोति स्वादिगणस्य मूलरूपं मूलविकरणप्रत्ययः कः भगिनि स्वादिगणस्य स्वादिगणस्य मूल अष्टमन पञ्चमन प्रत्ययस्य भागः परन्तु एकवचने नु नो भवति तिङ् प्रत्ययस्य कारणेन नु नो भवति स्वादिगणे तनादिगणे विकरणप्रत्ययः कः अष्टमगणे विकरणप्रत्ययः कः उकारः एकवचने किं भवति करोति इति करोति एकवचने किं भवति उकारस्य किं भवति एकवचने ओ भवति ओ भवति सो तत्र रूपपरिवर्तनं दृश्यते इत्युक्ते गुणकार्यं दृश्यते उकारस्य परिवर्तनम् ओकारः सो तत्र ओकारः भवति सो तनादिगणे अपि गुणः भवति सो अत्र नो ओ मध्ये तु भेदः अत्र अस्ति परन्तु यदि वयं लटीरूपं पश्यामः चेत् वी केनाट् अण्डर्स्टाण्ड् वेदर् देयर् भ्रमः जायते लटीरूपं दृष्ट्वा एव तत्र भ्रमः आयाति अत्र तु नो अस्ति अष्टमगणे ओ अस्ति अत्र तु भेदः दृश्यते परन्तु यदि वयं लटीरूपं पश्यामः चेत् तत्र किञ्चित् भ्रमः जायते तनोति शक्नोति अत्रापि नो श्रूयते परन्तु अत्र किं लिखितमस्ति अष्टमगणे यः नकारः श्रूयते सः कस्य भागः वदतु भगिनि आम् स धातुभागः सो तत्र त इति कोऽपि धातु नास्ति तत्र तन् इति धातु सो तन् इति धातु यः अस्ति अनन्तरम् ओ इति भागम् अनन्तरं तिङ् इति भागं तनोति इति रूपं तथैव शक् शक् इति धातु मध्ये नो श्रूयते सो वी हेव् टु ऐडेण्टिफै वेदर् दिस् दिस् नो विच् इस् which looks like it is between dhatu and thing that nakarah pratyasya bhagah va dhatu bhagam so we should identify when we will be able to identify this then only we will come to know dhatu kasmin gane asti ashtam gane va pancham gane to no iti bhagam sarvada shruyate parantu ashtam gane tatra no will not be sarvada heard tatra yatra yatra ante nakarah asti tatra eva no iti bhagam shruyate yatra nakarah dhatu ante nasti tatra to o eva shruyate but we should know that this type of confusion can arise tadartham asvadehi dhatuh mularupam jnatavyam nochet jnatum na shakyate kila bagini vayam uham kartum shakyate tatra ta iti kopi dhatu nasti kevalam takarah ta iti bhagu so maybe so we have to be more careful tatya aam mohoday samyak सो तत्र वी शुड् ओब्वियस्लि इदानीं पर्यन्तं तु वयं धातु वि डोण्ट् नो वट् आल् द आल् धातु द्विसहस्रधातुः परन्तु वी केन् वयम् ऊहां कर्तुं शक्यते अत्र शक् यः अस्ति सः धातुभागं नो इति प्रत्ययस्य भागं तन् इति यः भागं सः धातुभागम् ओ इति प्रत्ययस्य भागम् सो इदानीं तु वयं न जानीमः तत्र धातु के धातवः तत्र सन्ति परन्तु वयम् ऊहां कर्तुं वी केन् वयम् अनुमानं कर्तुं शक्यते अत्र केवलम् ओ इति प्रत्ययस्य भागः परन्तु शक्नोति इति लटीरूपे तत्र नो इति विकरणप्रत्ययस्य भागः अस्तु सो तत्र तृतीय स्थले यत्र ब्रह्मः जायते सः अस्ति पञ्चमगणे बिट्वीन् पञ्चमगणः एण्ड् अष्टमगणः बिकास् no and o because there are in the ashtam gana there are some dhatus which have a nakara at the end and because of this because of that nakara tatra brahma jayate but we should know that whether that nakara is of the dhatu nakara or pratyay nakara अस्तु अत्र इ इति यः अन्तिमबिन्दुः अस्ति कः पठितुम् इच्छति अत्र तु किमपि न लिखितमस्ति एकनिमिषः मै इलेक्ट्रिसिटि हेस् गोन् ऐ विल् पुट् इट् आन् सम् अदर् मीडियम् जस्ट् अ मिनिट् इति ध्वनि श्रूयते वा आं भगिनि अस्तु अस्तु क्षम्यतां तत्र एलेक्ट्रिसिटि प्राब्लम् अस्ति सो इ इति यः भागम् अस्ति तत्र प्रथमगणे वा षष्ठं गणे वा तत्र वयं दृष्टवन्तः तत्र प्रथमगणे अपि अ इति विकरणं प्रत्ययस्य अवशिष्टभागः अपि च षष्ठं गणे अपि अ इति श्रूयते परन्तु वयं जानीमः तत्र भुवादिगणे किं भवति तत्र गुणकार्यं भवति इत्युक्ते धातु अन्ते यदि कोऽपि इकारः उकारः अपि च ऋकारः अस्ति चेत् तस्य गुणः भवति परन्तु तुदादिगणे तादृशगुणकार्यं न भवति यद्यपि तत्र विकरणप्रत्ययस्य भागः समानम् इत्युक्ते धातु तिङ् मध्ये तत्र सर्वदा अ इति भागं श्रूयते तुदादिगणस्य धातु कृते अपि अ इति भागं श्रूयते भुवादिगणस्य धातूनां तत्र अ इति भागं श्रूयते परन्तु तत्र विशिष्टं किम् अस्ति तत्र कथं जानीमः तत्र धातुः भुवादिगणे वा तुदादिगणे सो यदि तत्र धातूनां धातूनां स्वराणां तत्र परिवर्तनं दृश्यते अस्माकं निर्णयम् अस्ति धातु प्रायशः भुवादिगणस्य धातुः किमर्थं चेत् तुदादिगणे तत्र गुणकार्यं न भवति सो पाणिनिना किं कृतं यस्मिन् यस्मिन् धातुः गुणकार्यं न अपेक्षितं यद्यपि तत्र इ ऊ इति स्वरः तत्र सन्ति तथापि तत्र गुणकार्यं न अपेक्षितं ते सर्वे धातवः पाणिनिना तुदादिगणे स्थापिताः यथा लिखिति धातु सो लिख लेखति नास्ति लिखति एव तिष्ठति परन्तु भुवादिगणे धातु तत्र बहुत्र धातवः तत्र सन्ति भुवादिगणे यस्मिन् अन्तिमवर्णः इकारः उकारः अपि च ऋकारः न केवलम् अन्तिमवर्णः वयं दृष्टवन्तः तत्र भुवादिगणे न केवलम् अन्तिमस्वराणां परिवर्तनं परन्तु तत्र भुवादिगणे ये ये धातवः तत्र सन्ति तेषाम् अन्तिमवर्णस्य पूर्वं यदि कोऽपि ह्रस्व इकारः ह्रस्व उकारः अपि च ह्रस्व ऋकारः तत्र अस्ति तस्य अपि गुणः भवति सो भुवादिगणे द्वौ सथलयोः गुणः भवति एकम् अस्ति धातु अन्तिमस्वरस्य गुणः द्वित्वं द्वितीयम् अस्ति धातु अन्तिमवर्णस्य साक्षात् पूर्वं कोऽपि इ उ रु अस्ति चेत् तस्य परिवर्तनं सो भुवादिगणे ये धातवः सन्ति तेषां गुणः भवति गुणकार्यं भवति इत्युक्ते परिवर्तनं भवति केन कारणेन शप् इति विकरणप्रत्ययस्य कारणेन धातुभागं यः अस्ति तस्य अन्तिम इकारस्य उकारस्य ऋकारस्य इत्युक्ते भुवादिगणस्य अन्तिमवर्णः यदि इ इत्युक्ते ह्रस्व इकारः दीर्घ इकारः ह्रस्व उकारः दीर्घ उकारः ह्रस्व ऋकारः अपि च दीर्घ ऋकारः तेषाम् अन्तिमस्थितानां स्वराणां तत्र गुणः भवति परिवर्तनं भवति इकारः अस्ति वा दीर्घ इकारः अस्ति द्वयोः तत्र स्थाने किं भवति एकारः इति गुणः गुणवर्णः आयाति उ अस्ति चेत् तेषां स्थाने तयोः स्थाने अपि किम् आयाति ओकारः आयाति रु अस्ति दीर्घरुकारः अपि च ह्रस्वरुकारः द्वयोः स्थाने तत्र किं भवति अर् इति परिवर्तनं दृश्यते परन्तु धातु यः अन्तिमवर्णः तस्य पूर्वे कोऽपि स्वरः अस्ति धातु यः धातुभागम् अस्ति तस्य अन्तिमवर्णः पश्यामः चेत् सः कोऽपि हल्वर्णः प्रायशः हल्वर्णः हल्वर्णस्य साक्षात् पूर्वं कोऽपि ह्रस्व इ अस्ति ह्रस्व उ अस्ति ह्रस्व रु अस्ति चेदेव परिवर्तनं भवति दीर्घ इ अस्ति इत्युक्ते क्रीड् क्रीड् इति धातु अन्ते डकारः अस्ति व्यञ्जनवर्णः व्यञ्जनवर्णस्य साक्षात् पूर्वं तत्र दीर्घ ईकारः परन्तु तत्र शप् यद्यपि तत्र शप् आयाति तथापि तत्र क्रीड् क्रेड् न भवति तत्र परिवर्तनं न भवति सो धातु यः अन्तिमवर्णः तस्य पूर्वे यः स्वरः सः दीर्घं वा ह्रस्वं वा इति अपि पश्यामः किमर्थं चेत् इन् धेट् प्लेस् ओन्लि द ह्रस्व स्वरः चेञ्जस् नाट् द दीर्घस्वरः दीर्घस्वरः रिमेन्स् एस् इट् इस् बट् इन् द इफ् द धातु अन्तिमवर्णः स्वरः अस्ति कीदृशस्वरः इ उ एते षट् स्वरः अन्ते स्थितम् अस्ति चेत् शपकारणेन भुवादिगणे तेषां परिवर्तनं भवति इ स्थाने ए भवति उ स्थाने ओ भवति रु स्थाने द्वयोः स्थाने अर् एव आदेशः अर् एव भवति सो तत्र भुवादिगणे यद्यपि तत्र धातु तिङ् मध्ये अ इति भागं श्रूयते तथापि वी केन् सी देट् धातु मूलरूपं हेस् चेञ्ज्ड् सो अत्रापि वी शुड् नो द मूलरूपं प्रश्नः आयाति वी शुड् हेव् द अनुमानम् आफ् द मूलरूपं धातु मूलरूपं किं सः तं जानीमः चेदेव वयं ज्ञातुं शक्यते ओ अत्र मूले तु तत्र शुच् अस्ति परन्तु लटि पश्यामः चेत् शुच् शोच् भवति ओ श्रूयते अतः अत्र परिवर्तनं श्रूयते यद्यपि तत्र शोचति इति रूपे अकारः एव मध्ये तिङ् धातु तिङ् मध्ये अकारः एव परन्तु शुच् हेज् बिकम् शोच् सो गुणकार्य हेज् हेपन् सो वेर् एवर् वी सी द गुणकार्य हेज् हेपन् वी शुड् इमिडियेट्लि कम् टु नो देट् धातु भुवादिगणस्य धातु न तु तुदादिगणस्य धातु तथैव लिख् पश्यामः चेत् लिख् यः स्वराणाम् आवली अस्ति लकारः खकारः सोरि लकारः इकारः खकारः अन्तिमवर्णः व्यञ्जनः खकारः खकारस्य साक्षात् पूर्वं ह्रस्व इकारः ह्रस्वस्वरः अस्ति तथापि तत्र गुणः न भवति तत्र गुणस्य कृते गुणस्य प्रसक्तिः अस्ति परन्तु गुणस्य प्राप्तिः न भवति गुणः डज् नाट् हेपन् यद्यपि तत्र गुणः शुड् हेपन् लिख् इति यः धातुः अस्ति अन्ते खकारः तस्य पूर्वे ह्रस्व इकारः सो ह्रस्वस्वरस्य तत्र तु गुणः भवति परन्तु तत्र न भवति सो तादृशधातवः पाणिनिना यत्र यत्र गुणः न अपेक्षितं ते सर्वे धातवः पाणिनिना कुत्र स्थापिताः तुदादिगणे स्थापितः सो वी से दैट यूजुअली इन् द संस्कृतशास्त्र तुदादिगणे एकं विशिष्टगणः तत्र गुणकार्यं न अपेक्षितं सो ही looking at the laukik rupam he saw that likh has not become lekh so he included a new gana otherwise there was no need for a new gana he could have included all these tudadi gana se dhatu in the bhuadi gane because what we read that that these 10 dhatu ganas have been distributed according to the vikaran pratyah सो अत्रापि विकरणप्रत्ययस्य अ इति भागः षष्ठं गणे अपि विकरणप्रत्ययस्य अ इति भागः धातु तिङ् मध्ये अत्रापि अ श्रूयते प्रथमगणे अपि अ श्रूयते सो किमर्थं तत्र पाणिनिना द्वौ गणः तत्र स्थापितः बिकास् आल् द धातूस् प्रसेण्ट् इन् तुदादिगणे तत्र गुणकार्यं न अपेक्षितं सो this is a vishishta gana he made an extra gana otherwise there would have been only 9 ganas but since these dhatus they did not become lek he made a vishishta gana that tud adi tud etc all the dhatus atrapi tud iti yah dhatu asti tud adi gana se yah dhatu asti sah tud asti dakarah antim varnah व्यञ्जनवर्णः अन्तिमवर्णस्य साक्षात् पूर्वे ह्रस्व उकारः वि नो देट् ह्रस्व उकारस्य अपि गुणकार्यं ह्रस्व उकारस्य ओ भवति परन्तु अत्र तोद् न भवति तुदति तुद् अ एण्ड् ति तुदति इति रूपं न तु तोदति इति रूपं सो वयर् वयर् गुणकार्य वास् नाट् seen he put all those dhatus in the shashtam gana iti atra likhitam asti antim atra kim likhitam asti yah agrim karpatram asti asya vedasya avagamanartham agrim karpatram pathati chet varta spashta bhavishyati iti manye so dhatu pratham gane va shashtam gane va tasya krite we should first know what is gunakaryam because what is differentiating dhatus of first gana from sixth gana is the gunakaryam based because in the first gana in pratham gane gunakaryam bhavati tudadi gane gunakaryam na bhavati so first of all we should know what is gunakaryam gunam ityukte kim so kasya kasya gunah bhavati idanim to we have got an idea that what is gunah बट् तत्र अग्रिमं करपत्रे तत्र सर्व तत्र लिखितमस्ति किमर्थं धातुः कथं जानीमः धातु भुवादिगणे वा तुदादिगणे तत्तु गुणकार्यं दृष्ट्वा एव ज्ञातुं शक्यते धातु कस्मिन् गणे अस्ति सो फार् देट् वी शुड् नो वाट् इस् गुणः इदानीं पर्यन्तं कोऽपि प्रश्नः अस्ति चेत् कृपया पृच्छतु अदर्वैस् महोदय गुणः इत्युक्ते परिवर्तनम् इति अर्थः वा आम् गुणः इत्युक्ते कस्य परिवर्तनं स्वराणां परिवर्तनं सर्वाणि स्वराणां परिवर्तनं वा न केवलम् इकारस्य उकारस्य ऋकारस्य परिवर्तनम् i u u ru ru. We know that there are other swaras also, like akarah, akarah. तेषां यदि धातु अनन्तरम् अन्तिमवर्णः अकारः अथवा आकारः, तस्य तु कोऽपि परिवर्तनं न भवति. सो गुणकार्यम् इत्युक्ते स्वराणां परिवर्तनं. केषां केषां स्वराणां परिवर्तनम्? इकारस्य परिवर्तनम्, उकारस्य परिवर्तनं, ऋकारस्य परिवर्तनम्. एते षट् स्वराणां परिवर्तनं. परन्तु अन्ते अस्ति चेत् षट् स्वराणां परिवर्तनं. धातु यः अन्तिमवर्णः तस्य पूर्वे केवलं ह्रस्व इकारस्य, इत्युक्ते केवलम् इति वर्णस्य परिवर्तनं, उ अस्ति चेत् उ इति वर्णस्य परिवर्तनं, ह्रस्वरुकारः अस्ति चेत् तस्य परिवर्तनं, न तु दीर्घ. सो तत्र गुणकार्यं, गुणम् इत्युक्ते किम्, अनन्तरं कुत्र कुत्र गुणकार्यं भवति इत्युक्ते कस्य कस्य स्थले गुणः भवति, अनन्तरं कस्य कस्य स्वराणां, कस्य कस्य वर्णस्य गुणः भवति, अनन्तरं चतुर्थबिन्दु, कस्य यः गुणकार्यं भवति इकारस्य गुणं किम्, उकारस्य गुणं किम्, ऋकारस्य गुणं किं, तपरिवर्तनं. गुणः इत्युक्ते परिवर्तनं. तो इदानीं पर्यन्तं वयं दृष्टवन्तः इकारस्य गुणः एकारः. सो इकारः अपगच्छति, तस्य स्थाने एकारः आयाति. तथैव उकारः अपगच्छति भू इति धातुः. भू वदामः चेत् बकारः दीर्घ उकारः भू. सो ऊ इति भागम् अपगच्छति, तस्य स्थाने किम् आयाति? ओ इति भागम् आयाति. भू भो भवति. कारणं किं? तस्य कृते कारणं किं? शप् इति विकरणप्रत्ययस्य कारणेन. बिकास् आल् द भुवादिगणस्य धातु अनन्तरं शप् इति विकरणप्रत्ययः आयाति. शकारः सेज् गुणः शुड् हेपन्, पकारः सेज् ओके गुणः विल् हेपन् एण्ड् गुणः हेपन्स्. गुणः इत्युक्ते परिवर्तनं. भू बिकम्स् भो बिकास् आफ् शप् प्रत्ययः. परन्तु तनादिगणे किम् अस्ति? तत्र केवलं श इति भागमस्ति. शकारः सेस् गुणः शुड् हेपन् बट् देर् इस् नो पकारः विच् मेक् इट् विच् विल् मेक् इट् सर्टन् गुणकार्यं. सो तत्र पकारः नास्ति, अतः तत्र गुणकार्यं न भवति. सो वाट् वी रेड् देट् यद्यपि विकरणप्रत्ययेषु ये मूलरूपं, ये व्यञ्जनाः सन्ति मूलरूपे, ये व्यञ्जनाः सन्ति ते प्रक्रियायां न तिष्ठति, प्रक्रियायां ते अपगच्छति, तेषाम् उपयोगः न भवति, तथापि तेषां लक्षणं तत्र तिष्ठति. सो पकारस्य कारणेन तत्र गुणकार्यं सम्भवति. स्तुदादिगणे तत्र किं भवति? तत्र केवलं श अस्ति, तत्र पकारस्य अभावे गुणकार्यं न भवति. सो पकारः मेक्स् इट् सर्टन् बिकास् आफ् प बिकमिङ्ग् इत् मेक्स् इट् सर्टन् देट् गुणः शुड् हेपन्. सो दीस् वाट् वी रेड् देट् द वर्णाः येषाम् इत् संज्ञा भवति तेषां लक्षणं तत्र आवश्यकं तिष्ठति. सो दे आर् नाट् पुट् बिकास् पाणिनि इच्छति तत्र ऐ शुड् पुट् नेम् आफ् दिस् दिस् शप् आर् शन् आर् श्नम् बिकास् तत्र ये वर्णाः अपगच्छति तेषां लक्षणस्य कारणेन. यथा श्नम्, श्नम् इति विकरणप्रत्ययः, तत्र शकारः अप् इत्संज्ञकः, अन्ते स्थितं मकारः अपि इत्संज्ञकः. मकारस्य कारणेन, मकारस्य लक्षणेन, बिकास् आफ् मकारः बीङ्ग् एन् इत्संज्ञकवर्णः, तत्र यः न इति भागमस्ति सः धातु यः अन्तिमस्वरः तस्य अनन्तरम् एव आयाति, न तु धातु तिङ् मध्ये. सो बिकास् आफ् देट् म बीङ्ग् इत्संज्ञक् इन् द श्नम् विकरणप्रत्ययः, बिकास् आफ् देट् मकारः दिस् न डस् नाट् कम् इन् द इन् बिट्वीन् धातु एण्ड् थिङ्ग्. इट् कम्स् वेर् द धातु अन्तिमस्वरः अस्ति तस्य अनन्तरं, बिकास् देर् इस् अ विशिष्ट सूत्र फार् देट्. सो तत्र इत्संज्ञक वर्णानां लक्षणं तत्र तिष्ठति, यद्यपि ते अपगच्छन्ति प्रक्रियायां न तिष्ठति, तथापि तेषां लक्षणस्य कारणेन तत्र धातुः विशिष्टकार्यं भवितुम् अर्हति. सो दे आर् नाट् जस्ट् बिकास् हि विश्ड् देट् हि पुट् देट् विकरणकृत् बिकास् आफ् देट् इत् संज्ञक वर्णानां तेषां लक्षणस्य कारणेन तत्र किञ्चित् विशिष्टकार्यं भवति. सो इत्य वयं तत्र यः तृतीयकरपत्रम् अस्ति, गुणः किं, केषां वर्णानां गुणः, कुत्र कुत्र गुणः भवति. सो बिफोर् कमिङ्ग् टु द क्लास् यु शुड् रीड् द करपत्रं. सो नेक्स्ट् लेसन् वि विल् स्टार्ट् फ्रम् गुण, वाट् इस् गुणकार्यम् एण्ड् हौ डस् गुण हेपन्. अस्तु, इदानीं कोऽपि अन्यप्रश्नः अस्ति चेत् कृपया पृच्छतु. पुनः ध्वनि सम्यक् न, कृपया अन्यसर्वम् न श्रूयते भगिनि, न श्रूयते. गीता भगिनी इदानीं वदतु, प्रश्नः अस्ति वा? न श्रूयते तत्र. श्लोचना भगिनी किं करपत्रं कुत्र कथं प्राप्नोमि? अस्तु भगिनि, अत्र दृश्यतु एकं वेब्सैट् अस्ति वर्ल्ड् संस्कृत डाट् नेट्. इफ् यु ओपन् युवर् लेप्टाप् आर् कम्प्यूटर् वट् एवर् मे बि आन् द मोबैल् यु मे नाट् बि एबल् टु सी दीस् वट् एवर् इस् सीन् इन् द लेफ्ट् सैड् आफ् द दिस् विण्डो. इफ् यु गो टु युवर् लेप्टाप् आर् कम्प्यूटर् एण्ड् यु टैप् वर्ल्ड् संस्कृत डाट् नेट्, दिस् इस् अ वेब्सैट् वेर् आल् द करपत्रास् हेव् बीन् पुट्. इफ् यु सी my screen here, first adhyaya is dhatu gana parichayah. So far we have read dhatu ganaha, today we have finished dhatu gana parichayah. Tritiyah karpatram asti gunaha. So if you click on this third karpatram, you will get this karpatram on the website. If you want to take a print out of this karpatram and put a page in front of you, you can see, can you see the screen over here? You can see over here dot pdf. So if you click on this, you will get a pdf file. You can take a print out of that pdf file. Sampurna karpatram will come over here. So if you wish, you can read the karpatram on your screen, or if you wish, you can take a print out of the karpatram and read it later. So this is the way. All the karpatras have been put in order on this website. worldsanskrit.net is the website name. Plus I send a mail usually 24 hours before the class. In that invitation mail, I do send a link of the karpatram. So you can find the karpatram in the mail also, my email also. Ashtu Bhagni? Tatra Geeta Bhagni is asking, what is it sanjha? It is kevalam a namakaranam, yatha Geeta. गीता यद्यपि तत्र तत्र अर्थः अस्ति, परन्तु इत् इति यः इत् अपि एकं नामकरणम् अस्ति. नामकरणम् इत्युक्ते नौन्. इत् इस् अ नेम्, इट् इस् अ नेम् गिवन् टु वाट्? गिवन् टु दोज् वर्णास् हू विच् डस् नाट् सिट् इन् द प्रक्रिया, विच् द वर्ण, ये वर्णाः अपगच्छन्ति, यथा शप् इति विकरणप्रत्ययः, तत्र शकारः प्रक्रियायां न तिष्ठति, पकारः अपि न श्रूयते. केवलं यः मध्ये अस्ति अकारः सः एव श्रूयते. सो ये ये वर्णाः मूले तु सन्ति परन्तु प्रक्रियायां न तिष्ठन्ति तेषां वर्णानां पाणिनिना एकं विशिष्टनामं दत्तम्. He has given a special name to those varnas. Which varnas? Which varnas? Apagachanti. Tesha saha namaha kim? It. Tasya arthaha kim api nasti. It means nothing. It is the name given to those varnas. Shakarasya api it. It namakarnam. Pakarasya api it namakarnam. Tatheva shyan. शन् इति विकरण प्रत्यये किं भवति शकारः अपगच्छति तत्र नकारः अपगच्छति तत्र य एव तिष्ठति. सो य इस् नाट् एन् इत् संज्ञक वर्णः बिकास् प्रक्रियायां य श्रूयते. प्रक्रियायां ये ये वर्णाः न श्रूयते यथा श न तेषां नाम गिवन् बै महर्षि पाणिनि इस् इत् so shakarasi it nakarasi it. so if I ask you shnam iti vikaran pratyaye kesham kesham varnanam it itir sangha, so what should you say? shnam iti vikaran pratyaye tatra kevalam na iti bhagah shruyate prakriyayam. shakarah na shruyante shakarah na shruyate makarah na shruyate. so ye ye varnah prakriyayam na shruyate तेषां वर्णः इत्संज्ञकः. सो युवर् आन्सर् विल् बि शकारः इत्संज्ञकः अन्तिममकारः अपि इत्संज्ञकः. अस्तु भगिनि. इदानीं सम्यक् वा अवगतवती? प्रक्रिया इस् why process of making a pada. Prakriya is making a pada. Sopani steps. Step, we have different steps for making a pada. So every step is a sopanam. So in the process of making a pada, what is Vyakaran Shastra? Vyakaran Shastra is a shastra which gives us how to make a pada, whether tingant pada or subant pada. So for making a tingant pada or subant pada, there are various steps involved. So yatha pratham sopane ev tatra varnanam itsangya bhavati. Kas kaha kaha varna prakriyayam na tishthati tesham itsangya karaniyam. Anantaram yasi yasi it iti namakarnam bhavati तस्य तस्य अनन्तरं लोपः अपि भवति, अदर्शनं भवति. सो अवशिष्टभागः एव प्रक्रियायां तिष्ठति. प्रोसेस् आफ् मेकिङ्ग् ए पद इस् अ प्रक्रिया. अस्तु, कोऽपि अन्यप्रश्नः अस्ति चेत् कृपया पृच्छतु. इदानीं स्थगामः. यु केन् अन्म्यूट् युवर् सेल्फ् अण्ड् आस्क् if you don't have a network problem. Astu idanim sthagamah. Astu dhanyavadah mahoday. Shanti mantram pathami anantaram we will leave the class. Om purnamadah purnamidam purnat purnamudachyate purna पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. हरिः ॐ श्रीगुरुभ्यो नमः. धन्यवादः. धन्यवादः भगिनि. धन्यवादः. धन्यवादः भगिनि. धन्यवादः.